दृष्ट्वा दूरात् गतः सोऽहं कौतुकेन तदन्तिकम्। माम् दृष्ट्वा चोत्थिता बाला विह्वला चाब्रवीद्वटः। ताम् बालाम् दूरात् दृष्ट्वा अहम् कौतुकेन तदन्तिकम् गतवान् अथवा गतः। कर्तर्यपि कृतप्रत्ययः, गत्यर्थकदा धातुभ्यः भवत्येव। माम् दृष्ट्वा चोत्थिता बाला, माम् दृष्ट्वा उत्थिता बाला विह्वला वचः अब्रवीत्।